ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिश्शान्तिश्शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ नमस्ते महोदय नमः सर्वेभ्यः नमस्कारः नमस्कारः धन्यवादः भगिनि नमस्कारः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र विसर्गसन्धिः किन्तु तत्र बहु किमपि कृतवन्तः इदानीं किञ्चित् एव अवशिष्यते त्रीणि अभ्यासानि सन्ति तद् तानि कृत्वा अग्रे तत्र नूतनविषयः आरप्स्यते अस्माभिः अस्तु तर्हि तत्र वेदभगिनी आरम्भं करोति वा आं महोदय कामक्रोधस्तथा तत्र काम तत् पश्चात् वाट् इस् दट् जिह्वामूल्य अस्ति तत्र तदेव तत्र काम कामः क्रोधः अपि च तथा क्रोधः विसर्गस्य परे तकार अस्ति इति कारणतः तत्र सकार विसर्गस्य स्थाने सकार आयाति और् विसर्गस्य परे ककार अस्ति इति कारणतः जिह्वामूल्य तत्र दृश्यते तद् तदपि विकल्पेन जिह्वामूल्य अपि अस्ति अपि च विसर्ग अपि तत्र किं वदामि तदपि तत्र भवितुम् अर्हति तत्र विसर्ग अपि जिह्वामूल्य विकल्पेन भवति इति अस्ति कामः क्रोधः तथा तत्र ओके भगवद्गीतायां षोडश अध्याये एकविंशतितमं सूत्रम् अस्ति नाट् सूत्रम् एकविंशतितमं श्लोकं श्लोकं त्रिविधं नरकस्येदं द्वारं नाशनम् आत्मनः नाशनात्मनः कामक्रोधस्तथा लोभस्तस्माद्देतत्त्रयं त्यजेत् कामक्रोधस्तथा लोभस्तस्माद्देतत्त्रयं त्यजेत् ओके त्रिविधं नरकस्येदं द्वारं नाशनम् आत्मनः इत्युक्ते पूर्वं किमपि तत्र अग्रे अग्रे एव अस्ति भगिनि अग्रे एव अस्ति ओ ओके ओ ओके सो त्रिविधं नरकः अस्ति इति वा न त्रिविधं नरकः न तत्र त्रिविधं नरकस्य नरकस्य इति षष्टि खलु नरकस्य इदं द्वारम् ओके त्रिविधं नरकस्य इदं द्वारं त्रिविधं द्वारं त्रिविधं किमस्ति तर्हि द्वारं द्वारं द्वारम् अस्ति तद्वारं किं करोति इत्युक्ते नाशनम् आत्मनः आत्मनः नाशनं करोति आत्मनः नाशनं द्वारं करोति आम् कामक्रोधस्तथा लोभः कामः क्रोधः तथा लोभः तस्मात् एतत् त्रयं त्यजेत् इत्युक्ते क्रोध लोभ एते सर्वे त्यजनं करोतु इति तत्र वदति इति किन्तु तत्र प्रथमभागः द्वितीयभागः तयोः मध्ये कः सम्बन्धः सम्बन्ध इति यदि कामक्रोधलोभ न त्यजेत् तत्र नरकस्य नरकस्य वासं भवत् तत् सत्यं किन्तु यत् श्लोके उक्तं त्रिविधम् इति उक्तं खलु आमामाम् ओ त्रिविधम् इति फस्ट् अच्छा कामक्रोध ओके ओके ओके नाम कामः एव द्वारं कामः क्रोध लोभः एव द्वाराणि सन्ति तस्मात् द्वारात् यदि गच्छेमे तस्मात् इत्युक्ते तत् कारणात् ओके ओके एतत् त्रयं तद् अस्ति तत्र द्वाराणि सन्ति इति कृत्वा एतत् त्रयं त्यजतु त्यजेत् इति मुखे समीचीनं खलु अस्तु आम् आम् महोदय धन्यवादः अस्तु समीचीनं हा अस्तु अग्रेसरम् समीचीनं भगिनि अग्रेसरं तर्हि वेदा भगिनी न निवेदिता भगिनी अग्रे म्यूट् वस्ते अस्ति भगिनि भगिनि सम्यक्तया न श्रूयते केवलं मम कृते वा अथवा सर्वेषां कृते तद् अस्ति वा न श्रूयते महोदय हा भेदा भगिनि निवेदिता भगिनि तत्र श्रूयते वा हा इदानीं श्रूयते हा वदतु भगिनि नेट् समस्या अस्ति इति मन्ये भूषः अधिकं यः अधिकं यत् श्रूयते वा इदानीं श्रूयते इदानीं श्रूयते पुरुषो यो यत् पुरुषः अधिकं यः अधिकं यत् अत्र मृदुव्यञ्जन् अस्ति विसर्गात् परतः मृदुव्यञ्जनमस्ति अत्र विसर्गस्य लोपः भवति न विसर्गस्य उकारः भवति अनन्तरं आद्गुण अदेङ्गुणः इति सूत्रेण ओकारः भवति अतः पुरुषो यो यत् सम्यक् अस्ति वा सम्यक् अस्ति सम्यक् अस्ति भगिनि 17.3 सप्तदश अध्यायस्य तृतीयश्लोकः सत्त्वानुरूपम् एतत् अस्ति खलु सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत श्रद्धामयोऽयं पुरुषो यो यच् श्रद्ध एव सः सत्त्वानुरूपा सर्वस्य तथा भवति भारत हे भारत हे अर्जुन सत्त्वानुरूपा सर्वस्य श्रद्धा अस्ति अन्तःकरणानुसारं अन्तःकरणानुसारं प्रत्येकस्य मनुष्यस्य श्रद्धा अस्ति समीचीनं जिस प्रकार का अन्तःकरण है उस प्रकार की श्रद्धा हरेक के मन में रहेगी मतलब समीचीनं श्रद्धामयोऽयं श्रद्धामयः अयं पुरुषः यः यत् श्रद्धः स एव सः तत्र अयं पुरुषः श्रद्धामयः अस्ति श्रद्धामयः अस्ति नाम सर्वे पुरुषाः नाम श्रद्धामयः एव सन्ति पुरुष नाम तत्र श्रद्धा अस्ति एव किन्तु जिस प्रकार की श्रद्धा जिस जैसी जिसकी है उस प्रकार का मतलब उसका स्वरूप होगा श्रद्धा अनुसारं तस्य प्रत्येकस्य पुरुषस्य स्वरूपः अपि अस्ति यत् श्रद्धः तथा मयः अयं पुरुषः अयं पुरुषः तु श्रद्धामयः एव अस्ति अतः एव तत्र तत्र श्रद्धामय अयं पुरुषः श्रद्धामयः अस्ति नाम तत्र तस्य स्वभावः एव तत्र श्रद्धा एव नाम तत्र अतः कीदृशः श्रद्धा कीदृशी श्रद्धा अस्ति वा राजस्य अस्ति वा तामसी अस्ति खलु हा कीदृशी हा समीचीनं भगिनि हा श्रद्धानुसारं मनुष्यः अपि तथैव अस्ति नाम श्रद्धा यथा श्रद्धा अस्ति तथा मनुष्यः अपि पुरुषः अपि अस्ति यतोहि पुरुषः श्रद्धामयः अस्ति दैवीसम्पत् दैवीसम्पत् सात्विकः सात्विकवृत्तिः अस्ति ये जनाः आसुरी जो आसुरी सम्पत्ति वाले है ते मतलब राजस और तामस वृत्ति के होते हैं राजसी तामसी मतलब जैसे आपके मन में भाव है आपके विचार आप जिस प्रकार बर्ताव करते हैं आचरण करते हैं तो वैसे ही आपकी स्थिति होगी हाँ अस्ति भगिनी हाँ तथैव तथैव अस्ति भगिनी हाँ अस्तु समीचीनं अस्तु अग्रे तर्हि धन्यवादः भगिनि अस्तु अग्रे श्रवो भगिनि 1878 लास्ट् अन्तिम अग्रे नीतिर्मतिर्म मम इति नीतिः मतिः मम इति तत्र पदच्छेदः तर्हि नीतिः इचः परस्य विसर्जनीयस्य रेपः भवति तत्र तर्हि नीतिर्योगः नीतिर्योगः मतिः तत्र पुनः मतिः इति अपि इचः परस्य विसर्जनीयस्य रेपः भवति तर्हि नीतिर्मतिर्मम इति सन्धि कार्येण रूपं भवति अस्तु अपि च श्लोकः अन्तिमश्लोकः भगिनि अन्तिमश्लोकः आमाम् अस्तु तर्हि एकक्षणं महोदय तर्हि यत्र योगेश्वरकृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिर्ध्रुवानीतिर्मतिर्मम इति सञ्जयः वदति तत्र सत्यं अन्ते तत्र धृतराष्ट्रम् उद्दिश्य तर्हि यत्र योगेश्वरः कृष्णः तर्हि तत्र यत्र योगेश्वरः इत्युक्ते सर्वयोगानाम् ईश्वरः इति कृष्णः योगेश्वरः कृष्णः यत्र पार्थः धनुर्धरः धनुर्धरः इत्युक्ते गाण्डीव इति धारी इति जानीमः तत्र यत्र तयोः उपस्थितिः अस्ति तत्र श्रीः इत्युक्ते श्रीः इत्युक्ते तत्र विजयः इति स्वीकृतं श्रीः अपि च किं भवति श्रीर्विजयः श्रीः इत्युक्ते ऐश्वर्यं विजयः हा विजयः इत्युक्ते तत्र जयः इति विजयः जयः इति भवति अपि च भूतिः श्रियो श्रियः विशेषः विस्तारः भूतिः इति तत्र श्रियः विशेषः विस्तारः भूतिः यथा तत्र विभूतिः इति विभूतियोगे दृष्टवन्तः विभू अस्तु ध्रुवानीतिः ध्रुवा इत्युक्ते तत्र दृढतया अहं जानामि नीतिः नीतिः इत्युक्ते तत्र नीतिः नयः इति दत्तं, किन्तु किं भवति विक्ट तत्र भूतिः इत्युक्ते प्रास्परिटि इति दत्तम्, अपि च फार्चून् प्रास्परिटि, ग्रेट् फार्चून्, ग्रेट् अबण्डेन्स् आफ़् फार्चून्, अपि च ध्रुव इत्युक्ते तत्र दृढा इति जानीमः, तत्र अन्फेलिङ्ग् इति अपि दत्तं, नीतिः इत्युक्ते प्रूडेन्स् इति दत्तं तत्र, नीतिः इत्युक्ते कन्विक्षन् इति अपि भवति खलु महोदय तत्र, तत् समीचीनमिति मन्ये भगिनि, सत्यं हा कन्विक्षन् अस्मिन् अस्मिन् विषये मम विश्वासः अस्ति, दृढविश्वासः अस्ति अस्मिन्, एतत् सत्यम् इति सत्यम् इति अहं मन्ये, अहं मन्ये मम मतिः इत्युक्ते अहं मन्ये इति, मम मतिः इति तादृशः प्रयोगः भवति तत्र, मम मतिः इति वदनेन मया मन्यते इति अर्थः भवति. तर्हि अफ्कोर्स् यत्र योगेश्वरः कृष्णः अस्ति, यत्र पार्थः धनुर्धरः पार्थः अस्ति, तत्र श्रीः, विजयः, भूतिः एतत् सर्वं निश्चयेन भवति अस्ति इति जयः दृढविश्वासेन वदति. तर्हि तदेव अन्तिमश्लोकः तत्र, आमाम् इति अन्ते सत्यं भगिनि, अतः तत्र सम्यक् अस्ति भगिनि एषः तत्र अभ्यासः, यतोहि प्रथमश्लोकः प्रथमाध्यायात् इति तत्र अस्मिन् एतम् अभ्यासं कृत्वा तत्र भगवद्गीतायाः तत्र सर्वान् अध्यायान् एकवारं पठितवन्तः, दृष्टवन्तः खलु. आमाम् आम् आं महोदय, सम्यक् एव स्पर्शः जातः. आम् आम् भगवद्गीतायाः स्पर्शः, अपि च अर्थस्य अवगमनमपि जातम्. इत्युक्ते तत्र प्रथमश्लोकः अस्ति धर्मक्षेत्रे कुरुक्षेत्रे इति, समवेताः युयुत्सवः, तत्र पाण्डवाः मामकाः पाण्डवाः च किम् अकुर्वत सञ्जय इति पृष्टवान् आसीत्. इदानीम् अन्ते सञ्जयः समाप्तिः किं समापयति अतः 11 इति आरभ्य तत्र 1878 इत्युक्ते तत्र मामकाः इति वदति प्रथमश्लोके धृतराष्ट्रः, मै पीपल्, किन्तु पाण्डवानां कृते मामकाः पाण्डवाः च इति वदति, इत्युक्ते मम नास्ति ते इति सन्ति ते इति. इत्युक्ते अन्ते सञ्जयः यदा एतत् वदति तदा मनसि किम् आगच्छति महोदय, तव पुत्रः तत्र किं टुक् द राङ्ग् सैड् इति भवति. कृष्णः पृष्टवान् खलु, यदि मां नयतु नो चेत् मम सैन्यम् इति, सः तु उत्सुकतेन सैन्यमेव नीत्वा गतवान्. एक्चुअली जब मतलब दुर्योधन ने फैसला किया कि मुझे सैन्य चाहिए और अर्जुन ने फैसला किया कि मुझे कृष्ण चाहिए, तभी विजय मिलेगी, यह मतलब क्लियर हुआ था, स्पष्ट हुआ था. मतलब जहाँ सत्य है, न्याय है, वही कृष्ण भगवान जाएंगे, तो वे अर्जुन जी के चले गए, तभी ही विजय पांडवों की होगी, ये निश्चित हो गया था. अपि च महोदय, अहं श्रुतवती यत् दुर्योधनः उक्तवान् यदा कः पृष्टवान् तां, किमर्थं भवान् सत्यमार्गे न चलति, धर्मं न आचरति इति, तदा सः उक्तवान् अहं किं करोमि, अहं यतमानः अपि अधर्ममार्गे चलन् अस्मि इति, ऐ केण्ट् हेल्प् इट् इति वदति सः. अहं जानामि, अहं जानामि, हा, ऐ नो ऐ एम् डूयिङ्ग् द राङ्ग् थिङ्ग्, ऐ नो ऐ एम् डूयिङ्ग् अधर्म, बट् ऐ केण्ट् हेल्प् इट्, दिस् इस् मै नेचर् इति वदति इति महाभारते अस्ति इति श्रुतवती. अस्तु अस्तु भगिनि. इत्युक्ते तत्र नेचर् किं स्वभावः इति अस्ति खलु, प्रबलः अस्ति, बहु प्रबलः. आमाम्, तत्र अवश्यं किं कण्ट्रोल् कर्तुं शक्यते, किन्तु बहुभिः न शक्यते एव, अतः ते तस्मिन् मार्गे एव चलन्ति. अपि च धृतराष्ट्रः अपि उक्तवान्, अहं किं करोमि, अहं जानामि यत् मया इदानीं प्रवर्तमानः अस्ति तद् सम्यक् नास्ति इति, किन्तु मम पुत्रमोहः मां तस्मिन् दिशि प्रसभं नयति इति, बलात्कारेण नयति. किं कुर्मः, समीचीनं. किन्तु एक्चुलि महोदय, हम मानते हैं ना कि हम जो कर्म करते हैं वो हमारा प्राक्तन होता है, पहले के जो कर्म हमें उसी ओर लेके जाते हैं. तो वो भी हो सकता है ना कि शायद उनके पहले कर्म वैसे है कि वे उन्हें दुर्दशा की ओर ही लेके गए. हाँ सत्यम भूमि, सत्यम. हाँ मतलब जीवन में, उस जीवन में जो कर्म किए वो भी, और शायद उसके पहले वाले जन्म में भी उनने ऐसे कर्म किए कि वो उन्हें नाश, मतलब नाश की ओर ही लेके गए. समीचीनम अस्ति भगिनि. हाँ तादृशम अपि अस्ति. उसके बाद उन्हें जन्म मिला होगा, वो सही मिला होगा वो तो पता नहीं. हाँ न जानी, सत्यम बताया कह रही है. मतलब जैसे अभी शायद परम गति को प्राप्त हुए होंगे, उन्हें भगवान का सामीप्य मिला होगा, लेकिन दुर्योधन गौरव है उनका क्या हुआ बाद में. हाँ न जान जानी सत्यम. या फिर वे कृष्ण जी के हाथों मारे गए, मतलब उनके तो उन्हें मोक्ष प्राप्ति हुई, ऐसे कुछ हुआ. ये भी हाँ तदपि भवितुम् अर्हति. हाँ न जानीमः. अस्तु तर्हि समीचीनम्. हाँ अतः तत्र इदानीं दीर्घः पाठः अस्माकं तत्र विसर्गसन्धिः इति समाप्तः. इदानीम् अग्रे तर्हि तत्र नूतनविषय णत्वम् इति. हा तर्हि तत्र हा नरेश महोदय नमस्कारः. नमस्कारः महोदय. हा तर्हि चिन्ता मास्तु महोदय. हा तर्हि पेज् 63 महोदय. भवान् एव आरम्भं करोति वा? एतेषु गीताश्लोकेषु स्थूलाक्षरैः मुद्रितानि पदानि परिशीलयत. पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः दिव्यानि नानाविधानि दिव्यानि नानावर्णा कृतीनि च. पश्यैतां पाण्डुपुत्राणां. महोदय तत्रैव तत्र तत्र रूपाणि अपि तत्र किं किम् अस्ति? रूपाणि नाना वर्ण स्थूलाक्षरैः नानावर्णाकृतीनि. हा तर्हि तत्र तत्र किं किं दृश्यते तत्र? तत्र नत्वं भवति, रूपाणि तत्र नकारस्य णकार भवति, अपि च अत्र नानावर्णा कृतीनि अत्रापि नत्वं भवति. तर्हि तत्र ऋणत्वं कदा कदा भवति इति स्मरति वा अथवा अथवा अग्रे अग्रे पश्यामः अग्रे पश्यामः तर्हि इदानीं किञ्चित् वदतु भगिनि महोदय तत्र किम् अस्ति अस्मिन् श्लोके अर्थः पश्य मे पार्थ रूपाणि शतशोथ शस्त्र नानाविधानि दिव्यानि नाना विश्वदर्शनं श्रीभगवान् उवाच इति आरम्भं भवति खलु आम् आम् भगवान् तस्य दिव्यरूपम् अस्ति तदा शस्त्र नानाविधानि दिव्यानि नानावर्ण तत्र नानावर्णाकृतानि किमस्ति न जानामि तत्र तावदेव अस्ति खलु प्रायशः तावदेव हा किन्तु अर्थः कः इति तावदेव अस्ति भगिनि हा किन्तु अर्थः कः इति नरेश महोदय न उक्तवान् अतः न अर्थः तत्र पश्य इति विभूतिरूपं दर्शयित्वा तद् तद् नरेश महोदय तावत् न उक्तवान् अतः प्रतीक्षां कुर्वन् अस्मि तावदेव नरेश महोदय वदतु अत्र तु तत् अस्ति देवरूपं दर्शयति तदा किमस्ति वक्तुं न शक्नोमि अस्तु महोदय तत्र हा तर्हि तत्र पश्य पश्य इति लोट्लकारः खलु त्वं पश्य त्वं पश्य मे इत्युक्ते मम सम्बोधनं अर्जुनसम्बोधनम् अस्ति मे रूपाणि इति मम रूपाणि मे रूपाणि मम रूपाणि कृष्णस्य रूपाणि शतशः अत सहस्रशः नाम शतशः अत सहस्रशः नाम तत्र केवलम् एकं रूपं न तत्र अनेकानि रूपाणि शतशः रूपाणि सन्ति सहस्रशः रूपाणि नाम तत्र अनन्तानि रूपाणि इति हा सन्ति नानाविधानि किं नानाविधानि रूपाणि रूपाणि सर्वं तत्र रूपाणि इति तस्य इदानीं नानाविधानि इति विशेषणम् नानाविधानि रूपाणि दिव्यानि अपि रूपाणि इति तस्य विशेषणम् अपि नानावर्णाकृतानि नानावर्णाकृतीनि वर्णा आकृतीनि आकृतीनि आकृतिः इत्युक्ते तत्र आकृतिः नाम शेप् शेम् वर्णः अस्ति वर्ण नाम कलर् कलर् अपि शेप् अतः नाना नानावर्ण आकृतीनि रूपाणि मम रूपाणि पश्य इति सः वदति भगवान् वदति तावदेव अस्तु समीचीनम् अस्तु अग्रे तर्हि तत्र वेदा भगिनी अग्रे पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूं व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता तत्र पाण्डुपुत्राणां तत्र णकारणत्वं भवति द्रुपदपुत्रेण तत्रापि णकारः शिष्येण तत्रापि नकारः किमर्थं नकार इति अग्रे पश्यामः तत्त्वस्य विषये सूत्र भगवद्गीतायाः सूत्रः अस्ति 1.3 मध्ये पश्य एतां पाण्डुपुत्राणाम् आचार्य महतीं चमू सत् इत्युक्ते आचार्यं सम्बोधनं तत्र अस्ति आचार्यस्य विषये. आचार्य पश्य एतां पाण्डुपुत्राणां महतीं चमूं. पाण्डुपुत्राणां चमूं महतीम् अस्ति इति अपि च द्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता. धीमता इत्युक्ते व्यूढां द व्यूढं इत्युक्ते किं वदामि व्यूढं मने द दि अरेञ्ज्मेण्ट् व्यूढं द्रुपदपुत्रेण. द्रुपदपुत्र बिलाङ्ग्स् टु पाण्डु पाण्डु सैड् और् कौरव द्रुपदपुत्र भवती वदतु. I'm confused here. द्रुपद भगिनी द्रुपद द्रुपद इति राजस्य पुत्रिका द्रौपदी. So they are the Pandava side, I think. No, but Satyam, they, Satyam. I think they, even though it is Draupadi's brother, I think he joined the Kaurava side. No, Bhagini. Drushtadrumya, tatra, kim, yatha tatra Bhishmaha, atra Senapati hi asit, tatha Drushtadrumya, Drumnaha, eva. Pandava side, achha. Okay. Okay. So, okay. So Sanjaya is saying that oh acharya they the look at the panduputranam mahatim chamum the big array of their sainyam. You look at that and that they have been arranged by the Drupada putra who is your shishya also and very great dhimata means very intelligent great dhimata iti vibhakti ka tatra विभक्ति धीमता धीमता तृतीया इति मन्ये. उत्तमम् उत्तमं. प्रथमविभक्ति रूपं धीमान् धीमन्तौ धीमतः. ओ उत्तमं भगिनि. उत्तमम् उत्तमं समीचीनं. हा धीमान् समीचीनं. हा तथैव अस्ति भगिनि. हा उत्तमं. हा अस्तु धन्यवादः. अस्तु अग्रे तर्हि तत्र अग्रे हा निवेदिता भगिनि अग्रे. कर्मणो 4.17 कर्मणो ह्यपि बोद्धव्यम् बोद्धव्यं च विकर्मणः अकर्मणाश्च बोद्धव्यं गहना कर्मणो गतिः. बोद्धव्यं बुधधातुः अस्ति. बोद्धव्यं कर्मणः अपि बोद्धव्यं कर्मणः हि अपि बोद्धव्यं बोद्धव्यं च विकर्मणः अकर्मणः च बोद्धव्यं गहना कर्मणः गतिः. गहना कर्मणो गतिः. कर्मणो गतिः कर्मणः गतिः. कर्म किमस्ति अकर्म किमस्ति एतत् तत्त्वं किमस्ति तस्य ज्ञानम् आवश्यकमस्ति. तत्र केवलं कर्मद्वयमिति नास्ति अंशत्रय. कर्मन् इति अस्ति खलु कर्मणः. कर्मणः बोद्धव्यः अपि बोद्धव्यं नाम तत्र अकर्मणः अपि विकर्मणः नाम कर्मणः इति यत् कर्तव्यं विकर्मणः यत् न कर्तव्यम् इति तत्र अकर्मणः तत्र भेदः वर्तते खलु तत्र किमस्ति विकर्मणः नाम विशेषरूपेण कर्मणः. तत्र अंशत्रयमस्ति. वदतु भगिनि. तत्र कर्मणः विकर्मणः कर्मणः किम् अकर्मणः किं विकर्मणः किम्. कर्मणः गति गहना अस्ति. किं मत्लब् समझने में वह कठिन है, मतलब हम उसे जान नहीं सकते हैं। हाँ तत्र गहना कर्मण गति ही हाँ हम अस्माभिः तत्र न अवगम्यते नाम कर्म कुत्र गच्छति कथं गच्छति इति वयं तत्र तस्य ज्ञानं तत्र न प्राप्तुं नाम कर्मणः मार्गः कः इति वयं न ज्ञातुं शक्नुमः सत्यं भगिनि हा तर्हि तत्र कर्मणः इति यत् कर्तव्यं विकर्मणः इति यत् न कर्तव्यम् इति एव इति एव अस्ति खलु अकर्मणः इत्युक्ते इन् आक्षन् इति अस्ति तत्र इन् आक्षन् इति यस्मिन् अर्थे अस्ति इति इट्स् सिटिङ्ग् क्वैट्लि इति नाम तत्र कर्तव्यमस्ति नाट् डूङ्ग् विकर्मणः शुड् नाट् बि डन् अकर्मण अकर्म इत्युक्ते नाट् डूङ्ग् एनिथिङ्ग् मतलब कुछ गलत हो रहा है वो सोच के भी शांत रहना यह अकर्म है सेपरेटली दे आर टेकन भगिनी तर्हि कर्मणः विकर्मणः अकर्मणः सर्वं बोद्धव्यम् अपि गहना कर्मणा गतिः गहना गहना गतिः स्त्रीलिङ्गे अस्ति अतः गहना इति स्त्रीलिङ्गे अस्ति गहना अस्ति गहना अस्ति हा सत्यं भगिनि हा तत्र महोदय यदा गतिः इति उक्तमस्ति तत्र कर्म इति कर्म इति स्वीकृतम् इत्युक्ते यत् फलं प्राप्नोति तत् कर्म तत्र तस्य कर्मणः गतिः गहना इति फलं किं इति तत्र वयं तत्र कथं भवति इति न ज्ञातुं शक्नुमः इति नाम तत्र सम्यक् कार्यम् अस्ति किन्तु कार्यस्य फलम् एतदेव भवति इति नास्ति खलु तत्र यत् भगवान् इच्छति तदेव कर्म तत्र फलं भवति इति अतः एव तत्र गतिः गहना कामनायाः कामनायाः कारणेन यत् क्रिया वयं कुर्मः तत् कर्मणः केवलं तद् न तत्र यत् यत्किमपि कुर्मः सर्वं कर्म एव हा अतः किन्तु कर्मणः फलं साक्षात् किं भवति इति तत्तु अस्माभिः न ज्ञायते खलु नाम तत्र ज्ञातुम् इच्छामि कामनायाः कारणेन वयं यद्यत् कर्मणः कुर्मः तत्तत् कर्म तत्तत् तस्य फलम् एव यद्यत् क्रिया कुर्मः तस्य फलम् एव कर्मणः यदा कामना मतलब हमारी जो वासना और बढ़ती है तो वह विकर्मण नाम पाप एव ओ अस्तु अस्तु अस्तु अस्तु भगिनी हाँ यदा कामनानां नाशः भवति तदा सभी कर्म जो है वो अकर्म हो जाते हैं मतलब वो फल नहीं देते हैं तादृश अर्थः नास्ति अत्र नाम कर्म इत्युक्ते यत् कर्तव्यम् अपि तत्र यत् हा विकर्मणः इति यत् तत्र न कर्तव्यम् इति तत्र शास्त्रे शास्त्रानुसारं यत् करणीयं तदस्ति कर्म शास्त्रानुसारं यद् न कर्तव्यं तदस्ति विकर्म अपि तत्र किमपि अकृत्वा तत्र हा तिष्ठामश्चेत् तत् अकर्म इति भवति कल एक बच्चे ने कहा मुझे कि अगर हम गायत्री मंत्र का उच्चारण नहीं करेंगे, मतलब जो संध्या वंदन करते हैं, अगर वे संध्या वंदन नहीं करेंगे, संध्या वंदन करते हैं तो पुण्य प्राप्ति नहीं होती है, किंतु अगर संध्या वंदन नहीं करेंगे तो पाप की प्राप्ति होती है। तो मतलब संध्या वंदन करना यह कर्म ही है, कर्म है। लेकिन जैसे अभी हम कोई भी काम करते हैं तो उसमें पाप और पुण्य के बारे में सोचते हैं कि ये करेगा तो मुझे पुण्य मिलेगा, ये करेगा तो मुझे पाप मिलेगा, तैसे हर कर्म में हम सोचते हैं। लेकिन उसने कहा कि अगर आप ब्राह्मण है, आप उपनयन हो गया है, आप संध्या वंदन करते हैं, तो वो आपका कर्तव्य ही है, उसमें पाप पुण्य की प्राप्ति कुछ नहीं, मतलब पुण्य की प्राप्ति नहीं होगी। हाँ। लेकिन आप नहीं करेंगे तो पाप लगेगा आपको। हाँ। किंतु एतत् सर्वत्र तादृशमेव अस्ति भगिनी, केवलं तत्र संध्या वंदन मध्ये इति न, तत्र सर्वेषु कार्येषु अस्माकं तत्र उत्तरदायित्वं यदस्ति तद् कर्तव्यमेव, तत्र तद् अस्माभिः प्राप्तं, नाम तद् तत् स्थानस्य प्राप्तिः एव अस्माकं पुण्यं खलु, पुण्येन एव एतत् स्थानं प्राप्तं। तत्र स्थानस्य यत्र नाम तत्र किं स्थानं स्थिरया भवतु चेत्, भवनीयं चेत् तत्र किमपि कर्तव्यं खलु, नो चेत् अधो गच्छामः। स्थानं यत्र स्मः तत्र एव तिष्ठन् इच्छामश्चेत् तत्र एव स्थातुम् इच्छामश्चेत् तत्र तत्र श्रमः अपेक्षितः खलु। अतः एव तत्र एतत् सर्वं कर्तव्यं, तत्र तेन उपरि गन्तव्यम् इति नास्ति, यत्र स्मः तत्र एव स्थातुं श्रमः अपेक्षितः, तत्र एतत् सर्वं कर्तव्यं, तत्र न कुर्मः चेत् आदौ गच्छामः, तत्र यदा यदा तत्र यथा तत्र जले तत्र कोऽपि गच्छति, जले स्विमिङ्ग् पूल् मध्ये गच्छति चेत् सः किमपि करोति चेत् तत्र अग्रे गच्छति, अथवा तत् प्रायः उदाहरणम् उत्तमं नास्ति, किन्तु स्थानं यत् अस्ति तस्य तत्र एव स्थातुं श्रमः अपेक्षितः। तत्र द्विचक्रिका मध्ये कोऽपि गन्तुम् इच्छति चेत् तत्र पादेन पादभ्यां तत्र किमपि करणीयं खलु, तदेव तत्र द्विचक्रिका चलति, किञ्चित् कालं तत्र किमपि अकृत्वा स्थातुं शक्नोति, किन्तु बहुकालं यदि किमपि न कुर्मश्चेत् तत्र पतनं भवति एव। इति एतादृश उदाहरणं तत्र अहं न चिन्तितवान्, तत्र अहम् अन्य कोऽपि उक्तवान्, महान् उक्तवान् तत्र एतादृशं, तत्र संध्यावन्दनम् एतत् सर्वं कर्तव्यमेव, तत्र यदि तत्र किं तत्र जनरेशन् इति किं जनरेशन् सन्तानः वा सन्तानः न भगिनि, तत्र जनरेशन् त्री जनरेशन्स् इति तत्र वंशत्रयं वंशत्रयं तत्र वंशत्रयं यदि तत्र न कुर्वन्ति चेत् तत्र बहु अन्यायः भवति इति। नाम तत्र पुत्रः पुत्राणां पुत्रः तेषां तत्र पौत्रस्य पुत्रः तादृशं तत्र यदि तत्र तत्र वंशत्रयं तत्र तावत् तत्र तस्य शक्तिः भवति, किन्तु तदनन्तरं तत्र शक्तिः अस्ति किन्तु न्यूना भवति, तदनन्तरं तत्र क्षीणं भवति एव, अतः तत्र इदानीन्तनकाले तत्र न्यूनजनाः तत्र सर्वं कुर्वन्ति, अतः किन्तु पूर्वजः कृतवन्तः इति कृत्वा किञ्चित् शक्तिः इदानीमपि अस्ति, अतः तत्र वयं न यदि चिन्तयामः अस्तु अस्तु यदि न कुर्मश्चेदपि शक्तिः भवति इति चिन्तयामश्चेत् अस्माकं भ्रमः एव तत्र तर्हि मम सखी वदति वयं यात्रा कर्तुं शक्नुमः एतत् एव पुण्यं मतलब हम जो यात्रा कर सकते हैं कुछ कर सकते हैं ये जो हमें पुण्य मिला है तो वो भी अपने वंशजों के कारण मिला है अपने पूर्वजों ने काम जो किए हैं सत्यम इसलिए हाँ, हाँ, हम यात्रा कर सकते हैं नहीं तो हम नहीं कर सकते मतलब मैं कुछ नहीं कर सकती हूँ सत्यम सत्यम तदस्ति भगिनी हाँ तो आपके आप जो करेंगे यात्रा उसका पुण्य फल आपके बच्चों को उनके बच्चों को उनके बच्चों को मिलेगा इसलिए अच्छे कर्म करो सत्यं भगिनि हा सत्यं धन्यवादः अस्तु धन्यवादः नमस्कारः अस्तु अग्रे तर्हि शोभा भगिनि अग्रे आं महोदय तत्र अग्रिमः ज्ञानयोगे अस्ति अस्तु तत् हा एतत् अपि अग्रिमः श्लोकः ज्ञानयोगे अपाने जिह्वति प्राणम् प्राणोपाने तथा परे प्राणापानगति रुद्ध्वा प्राणायामपरायणाः तर्हि तत्र प्राणायामस्य विषये इदानीं प्राणायामपरायणस्य विषये भगवता उक्तमस्ति तर्हि तत्र ज्ञानयोगे अस्ति एषः श्लोकः अपि च तत्र किम् अस्ति 29 अस्ति खलु 29 अस्ति चेत् अस्तु एकक्षणं महोदय क्षम्यताम् इत्युक्ते तत्र प्राणायाम इत्युक्ते प्राणस्य किं तत्र प्राणायाम प्राणस्य कण्ट्रोल् इति किं वक्तुं शक्नुमः तत्र निग्रहणं प्राणनिग्रहणम् इत्युक्ते तत्र श्वासो किं श्वासस्य निग्रहणम् इति वक्तुं शक्नुमः खलु तत्र महोदय श्वासः निःश्वासः इत्युक्ते रेचक कुम्भक पूरक एतत् सर्वं तदेव प्राणायाम प्राणायाम इति उच्यते तर्हि अस्मिन् योगे तत्र प्राण अपान गति रुद्ध्वा इत्युक्ते तत्र प्राणस्य स्थगनम् अपि च तत्र तयोः कण्ट्रोलिङ्ग् द मूमेण्ट्स् इन्कमिङ्ग् अण्ड् औट् गोयिङ्ग् ब्रेत्स् अपि च इन् एक्सलेशन् इन्हलेशन् एक्सलेशन् तत् तस्य विषये अपि च तदेव तत्र प्राण अपानगतिः इत्युक्ते मूमेण्ट्स् आफ् प्राण अण्ड् अपान अपान इत्युक्ते तत्र प्राण पञ्चप्राणाः सन्ति तत्र किम् अपान इदानीं मनसि न आगच्छति किन्तु तेषु अपान इति एकम् अस्ति तर्हि इत्युक्ते तत्र योगिनः एतत् सर्वं कुर्वन्ति अपि च तेन किं भवति इति तत्र अस्तु शार्ट् मीनिङ्ग् अस्ति महोदय कान्स्टेण्ट्लि प्राक्टिसिङ्ग् कण्ट्रोल् आफ् द वैटल् फोर्सस् by stopping the movements of the outgoing and incoming breath some offer as a sacrifice the outgoing breath in the incoming breath while still others the incoming breath in the outgoing breath इत्युक्ते तदेव तत्र योगमार्गः तर्हि तत्र खलु तेन तेन मनोनिग्रहणं भवति इति तु जानीमः तर्हि मनोनिग्रहणं भवति चेत् तत्र अस्माकं किम् आध्यात्मिकमार्गे अग्रे गन्तुं शक्नुमः तर्हि दट् इस् द सारांश आफ् इट् महोदय सत्यं भगिनि इत्युक्ते तत्र अपाने जिह्वति प्राणं हा जिह्वति इत्युक्ते सेक्रिफैस् इति अस्ति तत्र खलु जिह्वति तर्हि तत्र अपाने इत्युक्ते इदानीं तत्र प्रायशः औट् गोयिङ्ग् ब्रत् इति भवति अपि च अपाने जिह्वति प्राणं प्राणः अपानं तथा अपरे तथा अपरे प्राण अपानगति रुद्ध्वा तत्र रुद्ध्वा इत्युक्ते स्टापिङ्ग् इति रुद्ध्वा प्राणायामपरायणाः इत्युक्ते ये तत्र निरन्तरं प्राणायामस्य अभ्यासं कुर्वन्ति ते प्राणायामपरायणाः इत्युक्ते ते कथं कुर्वन्ति इति तत्र विवरणं दत्तमस्ति तर्हि तत्र अस्माकं पदं किम् अस्ति अपाने जुह्वति प्राणं तत्र प्राणं प्राणे इति तत्त्वम् अपि च प्राण प्राणापानगति तत्र प्राण इति तत्र सूचितं तदनन्तरम् अग्रे अपि प्राणायामपरायणाः तत्र सर्वत्र णत्वं भवति सूचितम् अस्ति एतेषु स्थूलाक्षरैः मुद्रितेषु शब्देषु ण इति वर्णः दृश्यते णकारसहितानि पदानि चित्वा रिक्तस्थाने लिखता इति दत्तमस्ति अग्रे महोदय महोदय मम एक प्रश्न अस्ति जुह्वति तत्र प्रोनौन्सियेशन् उच्चारण जुह्वति और् जुहवति जुह्वति कारः तदनन्तरं बकारः भगिनी जुह्वति परन्तु ब्रह्म इति शब्दे तत्र तत्र भिन्नम् अस्ति हा सत्यं सत्यं भगिनि तत्र भिन्नः अस्ति समीचीनं नाम तत्र हकारः प्रथमं लिखामः तदनन्तरं हकारस्य उच्चारणं भवति सत्यं भगिनि हा हा तत्र ब्रह्म इति मध्ये तादृशम् अस्ति तत्र तत्र कदापि श्रुतं भगिनि मया श्रुतं किन्तु तत्र नियमः कः इति इदानीं न स्मर विद्याभगिन्याः वर्गे भगिनी उक्तवती महोदय पाणिनीय शिक्षापाठे अस्ति इति अतः तत्र ब्रह्म इति अथवा वह्निः इति तत्र मकार नकार यत्र आगच्छति तत्र तयोः एव उच्चारणं प्रथमं भवति इति एव न तु ब्रह्म वह्नि एव न तु वह्नि इति उक्तवती तदपि उत्तमं शिक्षायाम् अस्ति इति उक्तवती अस्तु अस्तु अस्तु अस्तु धन्यवादः भगिनि अहं न स्मृतवान् तत्र कुत्र अस्ति इति किन्तु एकवारं स्वरूप् महोदय अस्मिन् विषये किमपि उक्तवान् इति स्मरामि अतः तत्र हकारः यद्यपि प्रथमतया लिखामः किन्तु मकारस्य एव तत् उच्चारणम् इति अतः अत्र अत्र जुह्वति हकारः एव प्रथमतया तदनन्तरम् एव मकारः अतः अत्र क्लेशः नास्ति किन्तु अन्यत्र तत्र अस्तु इदानीम् अग्रे तर्हि तत्र नरेश् महोदय इदानीम् अग्रे तत्र पत्रमस्ति पत्रं प्रियवत्स सुधीर हार्दाः शुभाशयाः भवतः पत्रं प्राप्तं गृहात् प्रथमवारं दूरस्थे नगरे छात्रवासे वसतः भवतः कुशलं ज्ञातम् महाविद्यालये पठने व्यग्रः सन्नपि भवान् प्रतिदिनं धावनं करोति मित्रैः सह कण्डोलकन्दुकं क्रीडति सङ्गीतप्रेमिणां गणे अपि भागं वहति इत्येतत् सर्वं ज्ञात्वा अत्र सर्वे नितरां सन्तुष्टाः भवतः विद्यालये पाठ्यमानेषु पाठ्यमानेषु ऐच्छिकविषयेषु भगवद्गीता अन्यतमः विषयः अस्ति इत्येतत् मम आनन्दं जनयति। तत्रापि भगवद्गीता संस्कृतभाषया एव पाठ्यते इति श्रुत्वा भवतः माता अभिप्रैति यत् एषः तु दुग्धशर्करायोगः इति महाविद्यालये भवता व्यक्तित्वस्य सर्वतोमुखविकासाय अवसरः प्राप्तः अस्ति इति सा मन्यते। समीचीनम्, अस्तु अग्रे तर्हि तत् तावत्पर्यन्तं महोदय। अस्तु अग्रे तर्हि वेदभगिनी अग्रे। सुहृदः भगवद्गीता कक्षायाम् आगन्तुं न इच्छन्ति, तत्र पुनः केचन कक्षां प्रति गन्तॄन् उपहसन्ति इत्येतत्तु यथा भवतः तथा ममापि खेदकारी विषयः, परन्तु अत्र भवतः मित्राणां न दोषः, यतः तेन जानन्ति यत् मानवताविकासे विश्वाभ्युदये च गीता कथम् उपकरोति। गीता तु अतीव प्राचीनग्रन्थः, तस्य पठनेन अद्य को वा लाभः, विशिष्य यूनाम् इत्येवं बहवः प्रश्नाः स्युः तेषाम्। उपनिषदः, भगवद्गीता, ब्रह्मसूत्रं च प्रस्थानत्रयम् इति कथ्यते। एते ग्रन्थाः भारतीयतत्त्वज्ञानस्य आधारभूताः सम्मान्याश्च। उपनिषदः यान् विषयान् प्रतिपादयन्ति ते विषयाः एव ब्रह्मसूत्रेषु सूत्ररूपेण उक्ताः सन्ति। भगवद्गीता उपनिषदां सारः इति कथ्यते। वेदेषु कर्मकाण्डः, ज्ञानकाण्डः च इति भागद्वयं वर्तते। ज्ञानकाण्डस्य अन्यत् नाम एव वेदान्तः अथवा उपनिषद्। तावत्पर्यन्तं भगिनि। समीचीनम्, अस्तु अग्रे तर्हि तत्र धन्यवादः भगिनि। अग्रे निवेदिता भगिनि अग्रे। उपनिषत् इति शब्दस्य श्रवणमात्रेण एव पवित्रा सरस्वतीनदी, गङ्गानदी च उत्तुङ्गानि हिमशिखराणि, साधुस्वभावाः तपस्विनः, वनभूमिषु प्रतिष्ठिताः ऋष्याश्रमाः, पक्षिणां कलरवः, वृक्षच्छाया, पुष्पाणां सुगन्धः, अध्यापनपराः ऋषयः, अध्ययनशीलाः शिष्याः चेति बहुविधं चित्रं बुद्धिपथम् आयाति। अत एव तत्त्वज्ञानम् इत्युक्ते शान्ते परिसरे वासः, व्यवहारप्रपञ्चात् दूरं धावनं, कुटुम्बस्य परित्यागः, स्वकर्तव्यस्य च त्यागः इति चिन्तनं सुशिक्षितानाम् अपि भवति। किं पुनः साधारणानां? पाण्डुपुत्रः अर्जुनः अपि तथैव चिन्तितवान्। अतः एव रणाङ्गणे अहं युद्धं न करोमि, राज्यं न इच्छामि, सुखं न इच्छामि, तस्मात् संन्यासः एव वरम् इति उक्तवान्। एतत्तु अत्यन्तं विपरीतचिन्तनम्। एषा तत्त्वज्ञानविषयिणी महती भ्रान्तिः। तां समूलम् उत्पाटयति वेदस्वरूप भगवान् श्रीकृष्णः गीताद्वारा। महाभारतयुद्धभूमौ सः स्वयम् अर्जुनं तत्त्वं बोधयति। जीवनं केन प्रकारेण करणीयं, केन हेतुना कर्म आचरणीयम् इति च उपदिशति। समीचीनं, धन्यवादः। अस्तु अग्रे शोभा भगिनी। आं महोदय, त्वम् एतौ गीताश्लोकौ स्मरसि खलु क्लैब्यम् आत्मगमपार्था नैतत्त्वैरुपपद्यते शुद्रम् हृदयदौर्बल्यम् त्यक्त्वोत्तिष्ठपरन्तप हतो वा प्राप्स्यसि स्वर्गम् जित्वा वा भोक्ष्यसे महीम् तस्मादुत्तिष्ठ कौन्तेया युद्धाय कृतनिश्चयः जगति याम् काञ्चित् वृत्तिम् अवलम्बमानाः अपि भगवद्गीतातः प्रेरणाम् प्राप्तुम् अर्हन्ति भगवतः अंशोऽस्मीति भगवतः अंशः अस्मि इति यदि धीवरः अवगच्छति तर्हि सः धीवरेषु एव श्रेष्ठः भवति विद्यार्थी अपि विद्यार्थिषु एव श्रेष्ठः भवति तथैव कञ्चित् अधिवक्ता अपि इति सन्दिष्टवान् स्वामी विवेकानन्दः मित्राणां सन्देहनिवारणे एते विषयाः भवतः साहाय्यं कुर्युः इति आशासे भवता कदा दूरभाषा प्राप्येत कदा भवतः ध्वनिः श्रूयेत इति वयं प्रतीक्षमाणाः स्मः दूरभाषा प्राप्यते चेदपि पत्रलेखनं मा परित्यजतु भवतः माता भवता लिखितानि पत्राणि पुनः पुनः पठन्ती भवति इति शुभाशिषः शुभ आशिषः भवदीयः तातः तातः इत्युक्ते तत्र पिता इति भवति शुभ आशिषः इत्युक्ते यः तव शुभम् आशयति वा समीचीनं भगिनि तथैव अस्ति समीचीनं हा अस्तु तर्हि इदानीं समीचीनं पत्रम् अस्ति तर्हि तत्र इदानीं तत्र पङ्क्तिशः पठामः अवगच्छामश्च तर्हि नरेश महोदय पुनः तत्र किञ्चित् किञ्चित् पठित्वा वदति वा आम् पुनः अत्र प्रियवत्स सुधीर आर्धाः शुभाशयाः अर्ध हृदय शुभाशया अस्ति भवतः पत्रं प्राप्तं ततः सुधीरस्य पत्रं प्राप्तवान् तदा लिखितवान् भवतः पत्रं प्राप्तं गृहात् प्रथमवारं दूरस्थे नगरे छात्रवासे वसतः भवतः कुशलं ज्ञातं सुधीर प्रथमवारं गृहात् छात्रवासं गतवान् अतः ततः तस्य कुशलं ज्ञातं प्राप्तवान् तद्विषये वदति महोदय तत्र किञ्चित् किञ्चित् व्याकरणांशाः अपि सन्ति तान् अपि किञ्चित् वदतु तर्हि तत्र गृहात् प्रथमवारं दूरस्थे नगरे छात्रवासे तत्तु सप्तमी विभक्ति अस्ति छात्रवासे वसतः भवतः तर्हि तत्र तत्तु तत् अस्ति शत्रन्तरूपम् उत्तमं वसतः भवतः तर्हि विभक्ति का तत्र वसतः भवतः तत्तु प्रथमविभक्ति अस्ति भवतः भवतः भवतः तु जानाति महोदय भवतः तु षष्टि अस्ति हा भवतः नाम किम् इति एव अभ्यासपुस्तके आरम्भं भवति खलु तत्तु षष्टि अस्ति तर्हि वसतः इति तदपि षष्टिः अस्ति. तर्हि प्रथमविभक्तिरूपं किम् अस्ति तत्र? भवान् वसन्. हा वसन् भवान्. हा भवान् वसन् छात्रवासे वसन् भवान् अस्ति. भवान् छात्रवासे वसन् अस्ति. भवान् दूरस्थे नगरे छात्रवासे वसन् अस्ति. अहं तत्र भवतः कुशलं ज्ञातवान्, किन्तु अत्र कुशलं ज्ञातम् इति अस्ति. तर्हि तत्र कीदृशरूपं तत्र प्रयोगः? तत्र ज्ञातवान् इति नास्ति, ज्ञातम् इति. तर्हि ज्ञातमस्ति तत् किमस्ति अस्ति तत्र कर्तरि वा कर्मणि? कर्मणि. कुशलं मया ज्ञातम्. अहं ज्ञातवान् भवतो मया. मया ज्ञातम्. हा समीचीनम्. अग्रे. महाविद्यालये पठने तत्तु सतिसप्तमी अस्ति. न न तत्र न न सतिसप्तमी नास्ति. महाविद्यालये पठने व्यग्रह. व्यग्रह सन्नपि. सन्नपि हा तदपि शतरूपम् अस्ति. हा व्यग्रह अस्ति. व्यग्रह सन्. व्यग्रह सन् तथापि. तथापि तत्र नाम पठने व्यग्रह इत्युक्ते पठने व्यग्रह इत्युक्ते निमग्नः. निमग्नः अस्ति. अस्ति चेत् अपि भवान् प्रतिदिनं धावनं करोति. तत्तु साधारण अस्ति. भवान् प्रतिदिनं धावनं करोति. धावनम् अपि प्रतिदिनं धावनं करोति. अपि मित्रैः सह कण्डोलकन्दुकं क्रीडति. कण्डोलकन्दुकं क्रीडति. कण्डोलकन्दुकं नाम बास्केट्बाल् इति दत्तमस्ति अत्र. बास्केट्बाल् क्रीडति. हा तर्हि क्रीडा अपि करोति. अपि सङ्गीतप्रेमिणा गणे अपि वागं वहति. सङ्गीतप्रेमिणां प्रेमिणां प्रेमिणाम् इति अस्ति तत्र. प्रेमिणां सङ्गीतप्रेमिणाम् इति विभक्ति का तत्र? षष्टि बहुवचनं. हा तर्हि प्रथमविभक्ति एकवचनरूपं सङ्गीतप्रेमी. हा उत्तमं महोदय. हा सङ्गीतप्रेमी. हा समीचीनं. हा यस्मिन् सङ्गीतप्रेमः अस्ति सः सङ्गीतप्रेमी. हा तर्हि सङ्गीतप्रेमिणां प्रेमिणां तेषां गणे अपि भागं वहति. वहति इत्येतत् सर्वं ज्ञात्वा अत्र सर्वे नितरां सन्तुष्टाः. हा सर्वे अत्र सन्तुष्टाः सन्ति. सर्वे सन्तुष्टाः सन्ति. अस्तु समीचीनं महोदय. अग्रे तत्र वेदभगिनी अग्रे पठतु, किञ्चित् विवृणोतु. भवतः विद्यालये पाठ्यमानेषु ऐच्छिकविषयेषु भगवद्गीता अन्यतमः विषयः अस्ति इत्येतत् मम आनन्दं जनयति. भवतः विद्यालये तत्र भवतः इत्युक्ते षष्टिविभक्ति. भवतः विद्यालये प्रथमवाक्यस्य किञ्चित् वदतु भगिनि. ओ किं भवतः विद्यालये? हा तत्र भवतः विद्यालये पाठ्यमानेषु ऐच्छिकविषयेषु भवतः विद्यालये your school, your college, whatever, bhavatah. Your... samskrute, samskrute, samskrute. Bhavatah itiyukte shakti vibhakti asti tatra. Bhavatah vidyalaye saptami vibhakti asti tatra. Bhavatah vidyalaye pathyamaneshu aichikavishyeshu tadabhi saptami pat bahuvachane iti. तर्हि तत्र पाठ्यमानेषु ऐच्छिकविषयेषु इति तत्र सम्बन्धः अस्ति वा अथवा तत्र भिन्नभिन्नपदम् अस्ति वा पाठ्यमानेषु ऐच्छिकविषयेषु सम्बन्धः अस्ति अस्ति तत्र पाठ्यमानेषु विषयेषु यद् यत् विषये भवतस्य भवतः इच्छा अस्ति तत्र भगवद्गीता अन्यतमः विषयः तत्र प्रथमा विभक्तिरूपं वदतु तत्र कुत्र महोदय पाठ्यमानेषु ऐच्छिकविषयेषु मानक ऐच्छिकविषयः उत्तमं पाठ्यमानः ऐच्छिकविषयः तत्र विशेष्यं किं विशेषणं किं तत्र पाठ्यमानेषु ऐच्छिकविषयेषु विशेषणं ऐच्छिकविषयेषु पाठ्यमानेषु वा ऐच्छिकविषयेषु तद् नास्ति ऐच्छिकविषयेषु एव विशेषणं पाठ्यमानेषु इस् द बिग्गर् वन् फ्रम् देट् ऐच्छिकविषयेषु इस् अ विशेषणं लैक् यु नो नीलः वस्त्रः इत्युक्ते वस्त्र तत्र पाठ्यमानः ऐच्छिकविषयः इति उक्तवती खलु ऐच्छिकविषयः पाठ्यमानः ऐच्छिकविषयः नाम ऐच्छिकविषयः तत्र पाठ्यते खलु तर्हि विषयः पाठ्यते तर्हि ऐच्छिकविषयः विशेष्यं न विशेष्यं ऐच्छिकविषयः विशेष्यं कीदृशः ऐच्छिकविषयः पाठ्यमानः तत्र तत्र पाठ्यते अतः तत्र पाठ्यमानः ऐच्छिकविषय विषयः नाम अस्माकं मनसि इच्छा अस्ति तस्मिन् विषये किन्तु सः विषयः अस्माकम् इच्छा अस्ति किन्तु सः विषयः तत्र पाठ्यते पाठ्यते अतः पाठ्यमानः अस्ति विषयः अतः तेषु तादृशविषयेषु अन्यतमः अन्यतमः विषयः अस्ति विषयः अस्ति आनन्दं जनयति तत्र भगवद्गीता इति एकः विषयः ऐच्छिकविषयः अस्ति तत्र इति ज्ञात्वा मम मनसि आनन्दं सन्तोषं जनयति नाम मम भगवद्गीता आनन्दं भवति समीचीनं नाम भगवद्गीता इति विषयः तत्र ऐच्छिकविषयः अस्ति पाठ्यते तत्र पाठ्यते इति ज्ञात्वा मम आनन्दं सन्तोषं भवति अभवत् तत्रापि भगवद्गीता संस्कृतभाषाया एव पाठ्यते भाषया भाषाया न भाषया खलु भाषया सोरि तत्रापि भगवद्गीता संस्कृतभाषया एव पाठ्यते इति श्रुत्वा भवतः माता अभिप्रैति यत् एषः तु दुग्धशर्करायोगः इति तत्रापि भगवद्गीता पाठशालायां भगवद्गीता संस्कृतभाषाया एव तत्र तस्य पठनं भवति इति भवतः माता शृणोति अपि च अभिप्रैति इत्युक्ते प्रीतया न न अभिप्रैति इत्युक्ते माता मातुः अभिप्रायः अस्ति अभिप्रैति अभिप्रैति अभिप्रैति माता चिन्तयति माता चिन्तयति यत् एषः तु दुग्धशर्करायोगः इत्युक्ते यदि शर्करा दुग्धे शर्करा यदि योजनं कृतवन्तः चेत् किं भवति तत् तत्र मीन्स् मधुर्यं भवति माधुर्यमपि तत्र दुग्धमपि समीचीनमस्ति, शर्करा अपि समीचीनम् इति, अतः तत्र दुग्धशर्करयोगः तत्र डबल् पासिटिव् इति. गीता अपि पाठ्यते अपि च संस्कृते अपि पाठ्यते. हा, संस्कृतया पाठ्यते इति कृत्वा, संस्कृतया संस्कृतभाषया पाठ्यते इति कृत्वा भवतः माता अभिप्रायं यद् यद् एतत् अभिप्रायं दत्तवती. समीचीनं. महाविद्यालये भवता व्यक्तित्वस्य सर्वतोमुखविकासाय अवसरः प्राप्तः अस्ति सा मन्यते. सा इत्युक्ते माता, माता अस्ति माता किं मन्यते इति. महाविद्यालये भवता व्यक्तित्वस्य सर्वतोमुखविकासाय भवता व्यक्तित्वं किञ्चित् भगिनी तत्र किञ्चित् पठित्वा तत्र शीघ्रं वक्तव्यमिति नास्ति. एकवारं तत्र सर्वं दृष्ट्वा तत्र सा मन्यते. किं मन्यते? महाविद्यालये भवता व्यक्तित्वस्य सर्वतोमुखविकासाय अवसरः प्राप्तः अस्ति इति. तत्युक्ते मातायाः अभिप्रायमस्ति, मन्यते इत्युक्ते अभिप्रायमस्ति महाविद्यालये किं वदामि, भवता स्थाने अन्यत् किं वदामि इति चिन्तयामि. त्वम् इत्युक्ते षष्टि तव मातायाः अभिप्रायमस्ति. भगिनि भगिनि एकनिमिष, तत्र अस्ति इति अस्ति इति सा मन्यते. करेक्ट् करेक्ट्. अस्तु, तर्हि किम् अस्ति? किमस्ति महाविद्यालये पुत्रस्य? न, केवलम् एकमेव तत्र प्रथमाविभक्त्यां किम् अस्ति तत्र? प्राप्तः अस्ति. उत्तमं. तर्हि प्राप्तः अस्ति. तर्हि प्राप्तः इति किं, कः प्राप्तः? अवसरः प्राप्तः. अवसरः प्राप्तः अस्ति. इदानीम् अवसरः प्राप्तः केन प्राप्तः? भवतः प्राप्तः. न भवतः इति न, भवतः, सारि, भवता. हा, भवता, भवता अवसरः प्राप्तः अस्ति इति सा मन्यते. करेक्ट्. अस्तु, भवता अवसरः प्राप्तः इति तादृशं सोपानेन गन्तव्यं खलु. भवता अवसरः प्राप्तः अस्ति. किं कर्तुम् अथवा किमर्थम् अवसरः? तर्हि सर्वतोमुखविकासाय अवसरः. सर्वतोमुख, सर्वतोमुख इत्युक्ते टोटल्. उत्तमं. सर्वविध, सर्वतोमुख, केवलम् एकविध विकासः इत्युक्ते डेवलप्मेण्ट्. उत्तमं. तर्हि सर्वतोमुखविकासाय अवसरः प्राप्तः भवता. नाम तत्र सर्व, भवता कुत्र प्राप्तः? महाविद्यालये. नाम महाविद्यालये एतादृशः अवसरः भवता प्राप्तः. नाम भवान् प्राप्तवान्, अवसरं प्राप्तवान् इति. अस्तु, सर्वतोमुखविकासाय, सर्वतोमुखविकासः तदर्थं. संस्कृते किं वदामि महोदय तत्र सर्वतोमुखविकासाय? सर्वविध, सर्वविध अथवा विकासः, अथवा सर्वविध उद्धारः खलु, उद्धारः, विकासः, उद्धारस्य अवसरः प्राप्तः. प्राप्तः अपि सर्वतोमुखविकासाय इति तस्मात् प्राक् व्यक्तित्वस्य, व्यक्तित्वं व्यक्तित्वस्य इति नाम व्यक्तित्वम् इत्युक्ते इन् इङ्ग्लिश् जानीमः परन्तु संस्कृते किं वदामि इति व्यक्तिः व्यक्तित्वं नाम प्रत्येकमनुष्यस्य व्यक्तित्वं व्यक्तित्वस्य सर्वतोमुखविकासाय नाम हा तस्य प्रत्येकमनुष्यस्य सर्वविधविकासः भवतु इति अतः तत्र बहु किमपि अस्मिन् वाक्ये अस्ति खलु बहु सुन्दररीत्या उक्तम् अस्ति अतः तत्र किञ्चित् पठनं तत्र कृत्वा अवगमनं भवति तावदेव शीघ्रं मास्तु तावदेव यतोहि तत्र सुन्दररीत्या उक्तं खलु नाम व्यक्तित्वस्य सर्वतोमुखविकासाय अवसरः प्राप्तः अस्ति इति सा मन्यते अस्तु समीचीनं भगिनि हा अस्तु धन्यवादः अस्तु अग्रे निवेदिता भगिनि अग्रे सुहृदः भगवद्गीताकक्ष्याम् आगन्तुं न इच्छन्ति अतः भगवद्गीताकक्षा इति पदमस्ति वा कक्ष्या इति अस्ति भगिनि कक्ष्याम् इति कर्मपदं सप्तमी एकवचनम् अस्ति न प्रथम क्षम्यतां द्वितीय एकवचनम् अस्ति लता आम् आम् अत्र आगन्तुम् इति गमगच्छ आगन्तुम् धातोः रूपम् अस्ति अतः द्वितीय एकवचनम् सुहृद् इति पदमस्ति सुहृदः प्रथमबहुवचनम् अस्ति आगन्तुं न इच्छन्ति आगन्तुं तुमुन् अस्ति न ईश धातोः लट्लकारस्य प्रथमपुरुषस्य बहुवचनम् इच्छन्ति तत्र केचन जनाः तत्र पुनः केचन सुहृद नाम मित्राणि भगवद्गीता कक्षायाम् आगन्तुं न तत्र कक्षायाम् आगन्तुम् इति न वदामः कक्षामेव अस्ति आगन्तुं न इच्छन्ति तत्र पुनः केचन कक्षां प्रति गन्तृन् उपहसन्ति गन्तृन् द्वितीया विभक्ति बहुवचनस्य रूपम् अस्ति वा गन्तृन् समीचीनं गन्तृ तत्र गन्ता ये जनाः भगवद्गीता कक्षां गच्छन्ति तेषाम् उपरि उपहसन्ति वा तत्र गन्तृन् तत्र एतद् प्रथमविभक्तिरूपं जानाति वा गन्तृन् गन्तृ अस्ति वा प्रातिपदिकं गन्तृ किन्तु तत्र शत्रु तु उकारन्तम् अस्ति तत् ऋकारन्तम् अस्ति नाम तत्र वक्ता इति अस्ति खलु तृच् तत्र किमस्ति तृच् प्रत्यय वा किमस्ति एतत् तत् नेता तथैव तत्र नेतृनेता तथैव तत्र तथा तत्र गन्तृन् तत्र घन्ता गन्तृ तत्र गच्छन्ति ते तान् उपहसन्ति गन्तृन् उपहसन्ति इत्येतत्तु इति एतत्तु इति एतत् तु यथा भवतः तथा ममापि मम अपि भवतः भवतः म्हणजे नाम पञ्चमी षष्ठी एकवचनं किन्तु नाम षष्ठी एव यतोहि मम इति अग्रे अस्ति अतः भवतः षष्ठी मम अपि षष्ठी ममापि खेदकारी विषयः दुःखस्य विषयः हा खेदकारी खेदं करोति खेदकारी विषयः खेदं जनयति परन्तु अत्र भवतः मित्राणां न दोषः किन्तु तेषां कोऽपि मित्राणां षष्ठी बहुवचनं दोषः प्रथमा एकवचनम् अत्र नाम अव्ययमस्ति किन्तु परन्तु अपि अव्ययम् अस्ति खलु परन्तु अत्र तेषां कोऽपि दोषः नास्ति नास्ति यतः ते न जानन्ति यत् मानवता विकासे विश्वाभ्युदये विश्वस्य अभ्युदये च गीता कथम् उपकरोति उपकरोति नाम उपकारं करोति कथम् उपकारं करोति इति ते न जानन्ति मानवता विकासे अपि विश्व अभ्युदये नाम द्वौ अभ्युदये नाम विकासः प्रगति वा तत्र विकासः प्रगतिः अथवा तत्र उद्धारः तत्र यत् तत्र विकासः नाम तत्र फ्लवरिङ्ग् इति यथा तत् पुष्पं विकसति ततः मानवता इति तस्य मानवतायाः विकासः विश्वस्य अभ्युदयं तेषु विषयेषु गीता कथम् उपकरोति इति ते न जानन्ति गीता तु अतीवप्राचीनः ग्रन्थः अतीवप्राचीनः विशेषणम् अस्ति ग्रन्थविशेष्य अस्ति गीता अतीव प्राचीनः ग्रन्थः एव अस्ति तस्य पठनेन अद्य को वा लाभः विशिष्य यूनाम् इत्येवं बहवः प्रश्नाः स्युः तेषां स्युः विधिलिङ्गरूपमस्ति अर्धातोः बहुवचनं तेषां प्रश्नाः स्युः सत्यं यूनाम् अत्र यूनां तस्य पठनेन अद्य को लाभः विशिष्य यूनां विशिष्य यूनां तद् महोदय युवः इत्यस्य यूनाम् इति भवति ओ हा युवानाम् इति हा किन्तु विशिष्य यूनाम् इति रूपम् अस्ति यूनां किम् अस्ति भगिनि तत्र किं तत्र विशेष तस्य पठनेन अद्य को लाभः विशिष्य यूनां तत्र विशिष्य तत्र किं विशेषणं विशेषम् इति मन्ये महोदय यूनां को लाभः भवति इति तत्र विशिष्य तु तत्र अस्तु यूनां यूनाम् इति षष्टि नाम अस्माकं कृते नाम इति अस्माकं प्रायशः षष्टि एव तत्र महोदय विशिष्य यूनाम् इति न जानामि भगिनि द्रष्टव्यमस्ति अस्तु अग्रिमे वर्गे चिन्तनं कुर्मः तर्हि यतोहि समयोपि जातः तर्हि तत्र गीता तु प्राचीनः ग्रन्थः अद्य किमर्थं पठनम् आवश्यकम् इति तेषां प्रश्नः भवति किन्तु विशिष्य यूनाम् इति किञ्चित् तस्मिन् विषये अग्रिमे वर्गे चर्चयामः अस्तु तर्हि तत्र नरेश महोदय तत्र अन्ते शान्तिमन्त्रं वदति वा महोदय ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्ति हरिः ओम् श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः धन्यवादः नमस्कारः महोदय धन्यवादः सर्वेभ्यो नमः सर्वेषां धन्यवादः अग्रिमे वर्गे मिलामः नमस्कारः नमस्कारः नमस्कारः धन्यवादः.